नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र धातुपाठे हल्सन्धिः इति पाठः, तत्र वयं हलन्तधातूनां पाठः प्रवर्तते। मृजे वृत्तिः, यस्य सत्त्वबोधिन्यां तु उक्तं गुण अपवादः धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् इत्याह। प्रत्यये किम् किम् इत्यजादौ वा इति, एतत् अन्येषां वैयाकरणानां मतम्। इको गुणविद्री इति सूत्रे भाष्यकृता स्वीकृतं मृङ्गीडिति पूजल्व्योरेर् हेहेभिः षष्टिशुत्वजस्व। तत्र किमपि भगिनी कुत्र पठितवती भगिनी? तत्र अहं तु अष्टाध्यायी .com मध्ये मृजेर्वृद्धिः इत्यस्य तत्त्वबोधिनी इति किमपि लिखितमासीत्, तत् पठितवती। परन्तु किञ्चित् त्यजादौ वेष्यते वात्तिकं यस्य विवरणं कुत्रापि अस्ति वा इति पश्यामि तावदेव। गुणापवादो अयम् इत्येव उक्तं, किञ्चित्यजादौ वेष्यते मृजेर्वित्तिः इति शेषः, इको गुणविद्धि इति सूत्रभाष्ये इति इदं पठितं पा ओ प्रायः महोदय, इको गुणवृद्धि इत्यस्य इत्यस्मिन् किम् अस्ति इति पश्यामः वा। वृत्तिविषये एव विषयः अस्ति। प्रायः महोदय, तत्र मतभेदः प्रायः आसीत् इति चिन्तयामि, अतः एव तत्र एतादृशभिन्नभिन्नरूपाणि अस्ति। श्रूयते किल महोदय? आं भगिनि, इदानीं सम्यक् श्रूयते। तत्र मृजेर्वृद्धिः इत्यस्य इत्यत्र महोदयस्य प्रश्नः आसीत्, तत्र कित् ङित् प्रत्यये परे तत्र रूप क्षम्यताम् ईति इति प्रत्यये परे रूपद्वयं भवति वा रूपम् एकमेव रूपं वा इति। प्रायः तत्र मृजेर्वृद्धिः इत्यनेन वृद्धिः तु भवति एव, नाभ्यस्तस्य अचिप् इति सार्वधातुके इत्यनेन गुणस्य एव बाधा भवति, न तु वृद्धेः। सूत्रे साक्षात् तादृशमेव उक्तमस्ति, प्रायः ते तत्र मतभेदः प्रायः आसीत्, अतः एव भिन्नभिन्नरूपाणि प्रदर्श्यते। प्रायः तदेव मम चिन्तनम्, अत्र किमपि अन्यत् किमपि नास्ति। एतद् वार्तिकं तु ङिति ङिति प्रत्यये परे एव नित्यजादौ वेष्यते इति ङिति अजादौ एव रूपद्वयम् इष्यते, अन्यत्र तु न। तत्र तर्हि मातुपुस्तके मरि मृजीति इति तत्तु तत् तर्हि तत् तदपि तदेव तदेव प्रायः मतभेदाः प्रायः आसीत्। केचन एतादृशं स्वीकृतवन्तः यत्र नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणः अपि वृद्धिः अपि द्वयमपि निषेधः भवतु इति प्रायः स्वीकृत्य तादृशं रूपं साधितवन्तः। परन्तु सूत्रे तु कुत्रापि न उक्तं वृद्धिः अपि निषेधः इति, तत्र गुणस्य विषये एव उक्तं किल। अतः एव धातुरत्नाकरे तत्र यदा तत्र विजयभगिनी प्रेषितवती तत्र रूपद्वयं त्रयमपि अस्ति, वृद्धिः अपि अस्ति, निषेधः अपि अस्ति, मरि वृजीति मरि माति। तदेव अहं मातुः पुस्तके अपि बाधितम् इत्येव सा प्रदर्शितवती किल। तादृशं प्रायः मतभेदः अस्ति। धातुरत्नाकरे रूपद्वयमपि प्रदर्शितं, मातुः पुस्तके सा तादृशं स्वीकृत्य यदा गुणस्य बाधा तादृशं वृद्धेः अपि बाधा इति, परन्तु सूत्रे तु तादृशं किमपि न उक्तम्। सूत्रे अनुवृत्तिः इति अपि न आगतं किल, नाभ्यस्तस्य तत्र स्पष्टतया गुणस्य एव बाधा इति उक्तम्। सः रूपम् एकम् एव भवितुम् अर्हति, तत्र नियमेन यदा पश्यामः एकमेव। अथवा यथा इको गुणवृद्धि सोरि गुणः गुणबाधित्वा वृद्धिः भवति, तर्हि यत्र गुणः न भवति तत्र वृद्धिः अपि न भवति इति तादृशन्यायेन तत्र प्रायः। परन्तु तत् किमपि इको गुणवृद्धि इत्यत्र किमपि तादृशं न उक्तम्, प्रायः किमपि अन्यभाष्यं किमपि अस्ति वा इति द्रष्टव्यम्। यत्र गुणः न भवति तत्र वृद्धिः अपि न भवति। अस्तु, अग्रिमधातुः स्वीकुर्मः वा? अस्तु, तत् लोलुट् इति अस्ति, भवान् एव आरम्भं करोतु, अन्ये तु न आगतवन्तः। लोलुट् लुट् लुट् लुट् अनन्तरं लोलुट् अनन्तरं गुण एङ्ग्लुको लोलुट् इति भवति, लोलुट् योगति तत्र गुणः भवति सदा पुगन्तरगुप्त लोलोट्टि इति भवति, लोलोट्टि लोलुट् लोलुट् योग इति अत्र न अभ्यस्तचिपिति इत्यनेन तत्र गुणः न भवति, लोलुटीति इति भवति। अग्रे लोलुट् योगतः तत्र टकार टकार अस्ति, तर्हि तत्र अष्टुत्वं भवति, लोलुट्टः इति भवति, गुणः निषेधः अस्ति, लोलुट लोलुट्टः। अग्रे लोलुट् योग अति लोलुटति लोलोटति इति रूपद्वयं भवति वा इति एकनिमिष लो अजि अजादि अजि तत्र वा इष्यति इत्यनेन लो लोटति लोलुटति इति रूपद्वयम् इति। लोलुट् योग सि इति अस्ति, गुणः भवति लोलोट् योग लोलोट् योग सि लोलोट् सि इति अस्ति, लोलोट् लोलुट् योग ईषि अत्र गुणनिषेधः न अभ्यस्तस्य अचिपिति इत्यनेन लोलुटीषि तत् अग्रे लोलुट् योग तः तत्र लो तत्रापि टकारस्य टकार लोलुट्टः लोलुट् लोल् लोलुट्टः इति भवति, लोलुट् लोलुट्टः इति अस्ति। अग्रे लोलुट्ट अग्रे लोलोट् मि इति भवति, लोलिटीमि लोलि लो क्षम्यतां तत्र लोल् लोलिटीमि इति भवति गुणनिषेधः, लोलुट्वः लोलुट्मः इति तत्र गुणनि गुण निषेधः अस्ति, तर्हि लोलोट्टि लोलुटीति लोलुट्टः लोलुटति लोलोटति लोलोट्षि लोलुटीषि लोलुट्ट लोलुट्ठ लोलुट्टः लोलुट्ट लोलोट्मि लोलुटीमि लोलुट्वः लोलुट्मः इति रूपाणि. तत्र रूपद्वयम् अनेन एव वार्तिकेन वा तत्र किमर्थं तस्य प्रसक्ति अजादि अचिपिति वा इष्यति इति अस्ति खलु तत्र. आम् परन्तु तत्तु मृजेर्वृद्धिः विषये एव उक्तं किल. न मृजेर्वृद्धि आम् सत्यं क्षम्यताम् एव तत्र मृजेर्विद्विषये उक्तं खलु. आम् नित्यजादौ वेष्यते इति मृजेर्वृद्धिः विषये एव उक्तं न तु अन्यत्र किल. अस्तु तर्हि नास्ति लोलुटति एव लोलुटति एव समीचीनं. धन्यवादः महोदय. भगिनी लोट् वदति वा? अस्तु भगिनि. महोदय सो मच् ऐ केन् लोलुट् लोलुट् योगः तु तु पित् प्रत्ययः लोलुट् लो लोलुट् योगः तु पित् पित् प्रत्ययः खलु. आम् लो लोट् लो लोट् तु ष्टुनाष्टुः लो लोट्टुः तु तामन्त् तु ईतु ईतु लो लुट् योगः ईतु लोलुट् योगः ईतु ईतु इति अचि अचिप् इति सार्वधातुके लोलुट् गुणः बाधितं भवति नाभ्यस्थस्य अचिप् इति सार्वधातुके इत्यनेन. सो लो लोलुट् योगः ईति एव लोलुट्टीति लोलुटीति नो नो लोलुट्टि लोलिट्टीतु तु तु तु अन ओ तु देन् दिस् नास्ति अहं यतोहि पूर्वं यका इकारः अस्ति इत्यनेन तु नाष्टुः नास्ति. ओके लो लुटीति लो लुटीति ओके लो लुटी तु तु तां तां लो लुट् योगः ताम् अपि प्रत्ययः लो लुट्तां भवति ष्टुनाष्टुः लो लुट् देन् अतु अतु भगिनि आम् सत्यम् अतु लो लुट् योगः अतु देन् गुणा नास्ति लो लुट् लो लुटतु नो नो नो अतु लो लुटतु लो लुटतु सत्यम् लो लुटतु सुनाष्टुः नास्ति. अनन्तरं लो लुट् तु तामन्तु नो चेञ्ज् अत्र हि लोलुट् योगः हि हि इति टकारः झल् सो हू झल् भ्यो हेर्दिः इत्यनेन हकारस्य स्थाने दकारः लोलुट् योगः दि भवति लोलुट् योगः दि पित् प्रत्ययः अपि प्रत्ययः वा ओ सेर्ह्य सेर्ह्य पिच्छ हि अपित् सत्यम् अपित् प्रत्ययः सो लो लुट् योगः दि इति भवति अपित् प्रत्ययः गुणा नास्ति लोलुट् दि दि स्थाने धकारस्थाने टकारः लो लुट्टि भवति. सौण्ड्स् ओके भगिनि या लो लुट्टि तत्र किमपि तत्र परिवर्तनं न भवति किल जस्त्वं भवति वा न लो दकारस्य स्थाने दकारः न हकारस्य स्थाने दकारः जातः दकारः दकारस्य ष्टुनाष्टुः इत्यनेन धकारस्य स्थाने कारः भवति वा खलु चतुर्थवर्ण खलु ढकारः लोलुड्ढि इति भवति लोलुड्ढि लोलुड्ढि लोलुड्ढि इति भवति वा ढकारः अपि जस्तु अनन्तरं जलां जश् जशि जलां जश् जशि इति अस्तु लोलुटि लोलुटि इति भवति लोलुड्डि न न न जल डकार तृतीयवर्ण तृतीयवर्ण अनन्तरं चतुर्थवर्ण ओके लोलुड्डि ओके देन् हि अण्ड् देन् नो चेन् तम् तम् ओ तात् तात् अपि अस्ति तात् लोलुट् योगः तात् अपि प्रत्ययः गुणः नास्ति लोलुट् लोलुट्टात् लोलुट्टात् देन् तात् तं तदपि गुणः नास्ति लोलुट्टं लोलुट्टं लो लुप्त देन् आनि आव आम पित् प्रत्ययः आनि आव आम पित् प्रत्ययः अजादिपित् नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणः अपि बाधितं भवति लो लुट् लो लुटानि लो लुटाव लो लुटाम भवति सत्यं तत् धन्यवादः भगिनी महोदय भगिनी लङ् लोलुट् लोलुट् अलोलुट् योगत् इति अस्ति अलो लोट् योगत् तत्र तकारस्य लोपः हल्गे भवति अलो लोट् अनन्तरम् अलो लोड् इति भवति तत्र जल जलं जशोन्ते इति अलो वावसान् इत्यनेन अलो लोट् अलो लोट् अलोलुटीत् इति भवति तत्र गुणनिषेधः अलो अलोलुट् योग टाम् तत्र स्तुत्वम् अलोलुट् अलोलुट्टाम् इति भवति अलोलुट् योगौः तत्र अलोलुटुः इत्येव वर्णमेरणमेव खलु तत्र वर्णमेन किमपि नास्ति अलोलुटुः तावदेव अलो लोट् अलो लोट् अलो लोट् अलो लोः क्षम्यताम् अलो लोड् इति भवति तत्र सकारस्य लोपः गुणः अलो लुटीः इति भवति तत्र गुणनिषेधः अलो लुटीः इति अलो लुट्टम् अलो लुट्ट अलो लो अलो लोड् अलो लोटम् इति भवति अलो लुट् वा अलो लुट्म इति तर्हि अलो अलो लुट् एव किल तत्रापि अलोलुटं क्षम्यताम् अलोलुटं अजादि अस्ति किन्तु गुणनिषेध अलोलुटम् अलोलुट्वान् अलोलुट्वान् अलोलोड् अलोलोड् अलोलुटिङ्क् अलोलुट् अलोलुट्टाम् अलोलुटुः अलो अलोलोट् अलोलुटीः अलोलुट्टम् अलोलुट्ट अलोलुटम् अलोलुट् वा अलोलुट्मा तस्य अर्थः कः इति एकवारं पश्यामः लुट् किल लुटति लुटति चर्निङ्ग् इति अस्ति तत्र माता दधि लो लुटति लो लोट्टि माता दधि लो लोट्टि विलोडने भुवादिकणीय धातुः देवाः असुराः लो लुटति देवासुराः मिलित्वा समुद्रं लो लुटति अमृतं प्राप्तुं लो लुटति समीचीनम् अजिटेट् चर्न् पुस्टर् टु रोल् विलोडता लोटति न तु लुटति लोटति इति भवति किल भुवादिगणीयः भगिनी विदिलि लोलुट् योगः याति आतां युः सर्वे प्रत्ययाः अपित् गुणः नास्ति लोलुट् लोलुट् योगः यात् अत्र स्थुनाष्टुः अपि कार्यं नास्ति लोलुट् यात् लो लोलुट् यातां लोलुट् युः लोलुट् याः लोलुट् यातं लोलुट् यात लोलुट् याम् लोलुट् याव लोलुट् याम इति भवति. धन्यवादः भगिनी. प्रायः भवती एव अग्रिमधातोः लट् वदतु महोदय. लट् उक्तवान् किल. ओके, अग्रिमधातु लो लुट् भवति. लो लुट् इट् शुड् बि द सेम् आल्मोस्ट् भगिनि. लो लुट् योगः ति बट् सकारस्य स्थाने टकारः भवति ऐ गेस्. द्वितीय लो लुट् योगः ति पित् प्रत्ययः गुणा भवति. लो लोट् योगः ति तकारस्य स्थाने शुनाशुः इत्यनेन द्वितीय महाप्राणः लो लोटि भवति. अनन्तरम् ईति ईति इत्यनेन लो गुणा नास्ति. लो लुट् योगः ईति लो लुटीति लो लुटीति तत्र भगिनि तत्र लो लुट् इत्यस्य किं भवति? लो लुट् योग टी इत्यस्मिन् रूपं किं लो लुट् भवति वा भगिनि? तत्र किञ्चित् स्टुनाष्टुः भूत्वा करी च भवति वा? लो लुट्टि लो लोट्टि इति भवति वा? लो लो लोट् योगः ति लो लोट्टि भवति. देन् करि च ओ कर् कर् कर् भवति. अतः अल्पप्राण महाप्राण इति भवति किल? लो लोट् अल्पप्राण एव खलु. करी च सत्यं सत्यं सत्यं सत्यं सत्यम् धातुः इव भगिनि. लो लोट् योगः ति लो लोट् हि बोत् आफ् देम् आर् महाप्राण. तकारस्य स्थाने थ किल, थ अपि प्रथमवर्णः. तस्य स्थाने ट एव भवति प्रथमवर्णः. इदानीं ट इति खर्वर्णः, तस्य प्रभावेण पूर्वस्य वर्णस्यापि चत्वं भवति. ओ किल, तकारस्य स्थाने प्रथमटकारः एव भवति. सो लो लुट् योगः टि भवति. सो टकारः अल्पप्राणस्य महाप्राणटकारस्य स्थाने अल्पप्राणः आयाति. यतोहि अग्रे टकारः भवति इत्यनेन चत्वं भवति. अस्तु भगिनि. लो लुट् योग सो लो लुटि नो नो वाट् डिड् वि गेट् लो लोट् लो लोटि लो लोटि ओके सत्यं लो लोटि सत्यम् ओके ओके. देन् ईति ईति लो लुट् योगः इति गुणा नास्ति. लो लुटिः इति सत्यं सत्यं. देन् तः तः गुणा नास्ति. लो लुट् योगः तः ओ टकारः अनन्त. सो लो लुट् तः द्वयोः वर्णयोः अपि प्रथमटकारः एव. ओके लो लुट्टः अति लो लुट् योगः अति लो लुट्ठति भवति. सि लो लुट् योगः सि गुणा लो लोट् लो लोट् योगः सि सि स्थाने षकारः आयाति अस्तोः स्टुनाष्टुः इत्यनेन. स्टुनाष्टुः इत्यनेन सत्वं भवति. लो लोट् लो लोट् सि लो लोट् सि ओके समीचीनं वा भगिनि? सम्यक् श्रूयते. लो लोट् सि इत्येव श्रूय एकनिमिषं पश्यामि. स्टुनाष्टुः एव किल? स्टुनाष्टुः आं भगिनि. सो सकारस्य स्थाने षकारः स्टुनाष्टुः तोहोषि न पदान्तात् तोरणम् ओ न पदान्तात् अत्र पदान्तः नास्ति. सकारशकारयोगे सकारस्य शकारादेशः, इदानीं सकारशकारयोगः नास्ति, समीचीनं, सकारटवर्गयोगे सकारस्य शकारादेशः, इदानीं सकारटवर्गयोगः एव किल, पदान्तात् धोरणम् अत्र तु पदान्तत्वं नास्ति. सो लो लुट् षि मूर्धन्यषकार, लो लुट् षि, लो लोट् षि, लो लोट् षि, लो लोट् षि, लो लोट् षि, समीचीनं. देन् ईषि गुण नास्ति, ईष् लो लुट् लो लुटी षि, लो लुटी नाट् षि खलु, सि आदेशप्रत्ययः एव, ईषि ईषि एव प्रत्ययः, लो लो ईषि एव प्रत्ययः, ओके, लो लुटीषि, ओके. देन् तः त गुण नास्ति, लो लुट् लो लुट् टः, सो करिच इत्यनेन लो लुट्टः, लो लुट्टः, लो लुट्ट, देन् लो लोट् मि, लो लोट् मि, लो लुट् वः, लो लुट् मः, समीचीनं. वः मः करिच नास्ति, सो लो लुट् वः, आम् सत्यं, तत्र महाप्राणायाम, महोदय लोट् वदति वा, लो लुट् योग तु, अत्र लो लोट् योग तु, लो लोट् लो लोट् योग टु, अनन्तरं चर्त्वं लो लोट् टु इति भवति, लो लोट् टु, लो लुट् योग ई तु, लो लुटी तु इति भवति, अत्र गुणनिषेधः अग्रे तात् इति अस्ति, तत्रापि ष्टुत्वम् अनन्तरं चर्त्वं लो लुट्टात् इति, लो लुट्टात् अथवा लो लुट्टात्, लो लुट्टां, लो लुठतु, लो लुट् योग, लो लुट् योग हि, लो लुट् योग धि, अनन्तरं लो लुट् योग धि, लो लुट् योग धि, तत्र ष्टुत्वम् अनन्तरं जत्वं जलां जर्जसि, लो लुट्टि, लो लुट्टि इति भवति, लो लुट् लो लुट्टात् इति, तत्र यथा प्रथमपुरुषे अस्ति, लो लुट्टात्, लो लुट्टं, लो लुट्ट इति भवति, लो लुट् योग आनि, तत्र गुणनिषेधः, लो लुठानि, लो लुठाव, लो लुटाम इति. समीचीनं, तावदेव, केवलं हि प्रत्ययपरे एव कार्यं. आं भगिनि, लङ्लकारः, लो लुट् योगः तकारः, अलो अलु अलो लुट् योगः तकारः, सो अल् गुण गुणा भवति, अलो अलो लोट् योगः तकारः, हल्ङ्याभ्यो दीर्घात् अस्ति, आम् तकारः हल् हल्ङ्याभ्यो दीर्घात् चुतिस्य पृष्ठं हल् इत्यनेन लोपः भवति, लोपः भवति, अलो लुट् इति भवति, अवसाने इत्यनेन चर्त्वं भवति, वावसाने इत्यनेन अलो लुट् प्रथमटकारः भवति, अलो लुट्, अनन्तरं ईत् भवति, ईत् गुणकार्यं नास्ति, अलो लुट् अलो लुट्टीत् इति भवति, देन् तां गुणकार्यं नास्ति, अलो लुट् योगः लुट् योगः तां, शुनाष्टुकु कार्यं करोति, अनन्तरम् अलो लुट्टा अलो लुट्टां भवति, टका महाप्राणस्य टकारस्य स्थाने करिच इत्यनेन करिच खलु करिच इत्यनेन चत्वं टक प्रथमटकारः भवति, अलो लुट् अलो लुट्टाम् अलो लुट्टाम्, अनन्तरम् उस् प्रथमपुरुषः बहुवचनम् उस् भवति, अलो लुट् योगः उस् गुणकार्यं नास्ति अलोलुट् लुटुः दचाल् भगिनि अलोलुटुः अलोलुटुः किल अजादिपित् नास्ति कार्यम् अपि नास्ति ओके अनन्तरं सकारः मध्यमपुरुष एकवचनं अलोलुट् योगः सकारः अलो लोट् योगः सकारः सकारस्य सकारः हल्ङ्याभ्यो दीर्घ चुत्स्य पृक्तं हल् लोपः भवति अलो अलोलोट् एव भवति करीच वावसाने इत्यनेन अलो अलो लोट् भवति अलो लोट् प्रथमटकारः ओके देन् ईश् भवति ईश् भवति इति कृते अलो अलो लुटि ईश् भवति अलो लुटीः ओके अनन्तरं तं गुणकार्या नास्ति अलो लुट् योग तं स्थुनाष्टुः अलो लुट् टं देन् करी च अलो लुट्टम् अलो लुट्ट अनन्तरं मध्यमपुरुष बहुवचनं अं व म अं पित् प्रत्ययः अलो लोटम् अलो लुट्टम् ओ अचिपिति नाभ्यस्तस्य अचिपिति सार्वधातुके गुण बाधितं भवति ओके अलो लुटम् अलो लुटम् अलो लुट्व अलो लुट्म लुट्व लुट्म लुट्व लुट्म सम्यक् तावदेव आम् महोदय विदिले तत्र किमपि नास्ति तत् केवलं वर्णमेलनं लोलुठ्या लोलुठ्यातां लोलुठ्युः लोलुठ्याः लोलुठ्यातं लोलुठ्यात लोलुठ्यां लोलुठ्याव लोलुठ्याम इति अग्रिमं महोदय तो तो तुड् लो लुट् इत्यस्य अर्थः दृष्टवन्तः लुट् धातु तत्र समान लुट् इत्य अर्थे अपि अस्ति तत्र भिन्नभिन्न अर्थे अस्ति तत् ओपोस् तत्र लुट् उपघाते लुट् प्रतिघाते इति अस्ति लुट् विलोडने इत्यपि अस्ति दिवादिगणे विलोडने इति अर्थे भुवादिगणे तु धातुद्वयं सुहिट्टु पुष् उपघाते प्रतिघाते इत्यपि अस्ति प्रतिघाते kick to push down to throw down to knock down oh to push to resist ityapi pratigate oppose to iti pratigata arte lut tatrapi lotate lotate lotate ekam tu atmane padi ekam prayah paraspai padi to oppose ityati to unite api asti atra kamadi avidyamana kamadi amidya lut iti lut translation is संश्लेषणे तत्र चत्वारः लुट् दातवः परन्तु तत्र अर्थद्वयमस्ति तत्र भुवादिगणे एक एव धातु खलु लुट् एव अस्ति परन्तु अर्थ लुट् प्रायः स्वरभेदः अस्ति वा इति प्रायः भवेत् तत्र अस्ति वा लुट लुट द्वयमपि अस्ति एकम् एकम् आत्मनेपदी एकं परस्मैपदी सत्यम् आम् उभयपदी उभयपदी नास्ति तादृश परन्तु भिन्नभिन्नदातवः अर्थ बहुभेदः तु नास्ति प्रतिघाते उपघाते इत्यत्र टु रेसिस्ट् टु स्ट्रैक् टु अपोस् टु पुष् डौन् समानम् एव किञ्चित् परन्तु एकं परस्मैपदम् एकम् आत्मनेपदम् अतः तत्र लुट इति अनुदात्त इत् इति तत्र आत्मनेपदी अस्ति अनुदात्त इत् अस्ति परस्मै अग्रिमम् अस्ति टुडो तुडु तुडु इति अस्ति तोतुड् इति भवति तुड् तुड् तोतुड् इति भवति गुणो एङ्ग्लुकोः इत्यनेन तोतुड् इति तोतुड् एकनिमिषः तोतुड् योगति तोतुड् योगति तत्रापि तोतुड् ति तोतुड् योग ति तोतोड् क्षम्यतां तोतोड् योगति तोतोड् योग तत्र ती खलु तत्र किल ती ती इत्यस्य पुनः ष्टुनाष्टु ष्टुनाष्टु खलु तत्र किं भवति तत्र टी भवति वा डी भवति वा डि डि टि इति भवति प्रथमटकारः एव यदा पूर्वं ष्टुनाष्टु तोतोड् योग योग टि तोतोड् तोतोड् एकनिमिष डकार अस्ति डकार अस्ति टकार अस्ति तर्हि तोतोड् किं भवति तोतोड् टी तत्र कथं भवति करिच किल आं तदस्ति करिच तोतोड् टी एव तोतोड् टी तोतोड् टी एव करिच इत्यनेन भवति कर्ण टकारः कर् एव किल आमामां सत्यं क्षम्यतां तोतोड् टि इति भवति तोतुड् योग इति तत्र गुणनिषे तोतुड् इति भवति तोतुड् योग अर्थः अत्रापि ष्टुत्वं अनन्तरं तत्र तोतुड् योग करिचैतन्येन तत्र चत्वं तोतुट्टः तोतुट्टः अग्रे तो तोतुडति तोतुडति इति भवति तोतुडति तोतोड् योग सि इति अस्ति तत्र तोतोड् योग सि इत्यस्मिन् सि इति अस्ति तर्हि तत्र डकार सकार अस्ति तत्र स्टुनाष्टुः इति तत्र षत्वं खलु तत्र अष्टुनाष्टुः इति षकार खलु तोतोड् अनन्तरम् अनन्तरं चर्त्वं तोतोड् षि इति भवति अग्रे तोतुड् योग ईषि तोतुड् ईषि इति तत्र केवर्णमेलनं तोतुड् योग तः गुणनिषेधः अनन्तरं तोतुड् तोतुड् तोतुड् योग ठः इति अनन्तरं तोतुट्टः इति तोतुट्ट इति तत्रापि चत्वं भवति प्रथमं ष्टुत्वम् अनन्तरं चत्वं तोतुट्टः तोतुट्ट तोतोडिमि इति गुण भवति तोतुडि तोतुडीमि इति गुणनिषेधः तोतुडुवः तोतुडुमः इति रूपाणि सम्यक् तावदेव तत्र डकारः चेत् अस्तु भगिनि लोट् समानमेव अस्ति तत्र तोतुड् योगः तु गुण तोतोड् योगः तु तोतोड् श्रुत्वं तकारस्य स्थाने श्रुत्वं सो तोतोड् तु अनन्तरं करिच इत्यनेन डकारस्य स्थाने टकारः भवति तो तोतोड् तोतोट्टु समीचीनं तोतोट्टु भगिनी भवती वदतु अहमेकनिमिषम् आगच्छामि ओके अस्तु भगिनि तोतोट्टु देन् तोतुड् तोतुड् योगः ईतु गुणः नास्ति तोतुड् तोतुडी तोतुडीतु ईतु तां तोतुड् योगः तां गुणः नास्ति तोतुड् योगः तां भवति तकारस्य स्थाने टकारः मूर्धन्य टका प्रथमटकारः अनन्तरं डकारस्य स्थाने खरिच इत्यनेन तोतुट्टां तोतुट्टां अनन्तरम् अतु तो तुड् योगः अतु तो तुडतु देन् हि तो तुड् हि स्थाने धि हू जल्भ्यो हेर्दिः तो तुड् योगः धि गुणा नास्ति तो तुड् धि धि स्थाने महाप्राण ढकारः तो तुड् योगः ढि ढि महाप्राण इत्यनेन जष्त्वं भवति जष्त्वं भवति इत्यनेन नो चेञ्ज् भवति अत्र ओके तो तुड् डि भवति तत् ओके महोदय तो तुड् डि देन् अनन्तरं एकनिमिषं न तोतुड् पुनः वदतु भगिनी योगः डि भवति हि स्थाने डि स्थाने अनन्तरं डि भवति डि महाप्राण चतुर्थवर्ण भवति तोतुड् योगः डि इति स्थिते जलां जश् जशि इति सूत्रं प्रसक्तिः अस्ति परन्तु प्रवर्तनं परिवर्तनं नास्ति देन् हि अपि च तात् तात् गुणकार्यं नास्ति तो तुट्टात् अनन्तरं तं तो तुट्टं तो तुट्ट भवति आनि आवाम गुणकार्यमपि बाधितं भवति तो तुडानि तो तुडाव तो तुडाम भवति तावदेव अस्तु महोदय लङ् लङ् तोतुड् योग अतोतुड् अतोतुड् योग तु इति अस्ति अतोतोड् तत्र तकारस्य लोपः भवति अल् दीर्घ सूतिस्य अपृक्तम् अल् इत्यनेन अतोतोड् अथवा अतोतोट् इति भावसाम् इत्यनेन अग्रे ईत् अस्ति तत्र गुणनिषेधः तोतुड् अतोतुड् अतोतुडीतु अतोतुडीत् इति भवति अतो तुड् योग तां तत्र तुत्वम् अतो तुड् योग ताम् अनन्तरं चतुचत्वम् अतो तुट्टाम् अतो तुडुः अतो तुड् योगौः अतो तुडुः इति गुणनिषेधः वर्णमेलनम् अतो तोड् योग स् इति अतो सकारस्य लोपः गुणः असकारस्य लोपः इति कृत्वा अतो तोट् अतो तोड् इति भवति अतो तुड् योग ईः अतो तुडीः इति गुणनिषेधः वर्णमेलनम् अतो तुड् योग तं तत्र स्तुत्वम् अतो तुड् योग टम् अनन्तरं चत्वम् अतो तुट्टम् अतो तुट्ट इति भवति अतो तुड् योग अं गुणनिषेध अतो तुडम् अतो तुड्व अतो तुडुमा इति इत्यस्य अपि तुड् तोडने इत्येव भुवादिगणीयः तुदादि तुदादौ अपि अस्ति समान अर्थः तोडना तदेव अस्ति तदेव अर्थ आम् तदेव अर्थः अत्रापि तोडि इति धातोः रूप ज्ञातवान् तर्हि वयं जानीमः एव तर्हि शब्दः सत्यं तोड् अस्ति जानीमः भुवादौ अपि अस्ति तुदादौ अपि अस्ति समानधातु प्रायः तुदादौ तत्र तुडति इत्येव रूपं भुवादौ तोडति इति रूपं तावदेव रूपभेदः एव परन्तु अर्थः समानः हिन्दी अपि अहं न जानामि नास्ति भगिनि विधिलिङ्ग् वदतु इतोपि एकं दातुं स्वीकृत्य कुर्मः अन्ये द्वौ किमर्थं न आगतवान् अत्र तु प्रायः विजया भगिन्याः इण्टर्नेट् समस्या भवति एव तत्र विद्युत् न आसीत् सैक्लोन् दुग्धं न मिलति अनुजा अस्ति तत्र चेन्नै मध्ये तस्याः उत जलावृतः गृहम् इति तत् इदानीं सः कथमपि कथञ्चित् सः तत्र रिलेटिव् गृहं गतवती अद्य पवर् नास्ति इदानीमपि नीडिङ्ग् वाटर् अस्ति इति सा उक्तवती तत्र लो लैङ्ग् एरिया इति सा उक्तवती लो लैङ्ग् एरिया प्रायः ओ अस्तु अस्तु अत्र विद्युत् तु सण्डे रविवासरे गतं ह्यः एव पुनः आगतं परन्तु इदानीमपि मैलापुर् मध्ये अपि मैलापुर् मध्ये अपि तादृशमेव तत् 30 अवर्स् अस्माकं कृते तु विद्युत् न आसीत् इदानीं तत्र वाटर् लागिङ्ग् किञ्चित् अस्ति परन्तु दुग्धं किमपि न प्राप्नुमः अन्य प्रोविजन्स् किमपि न प्राप्यते वेजिटेबल्स् शाका अपि न प्राप्यते यद् अस्ति गृहे तदेव वयं तस्मादेव खादनीयमस्ति किञ्चित् किञ्चित् आम् आम् दुग्धं तु काफी पानं न पीतवती दिनत्रयम् अभवत् मम इदानीमपि इदानीमपि अस्ति शिरोवेदना एव अस्ति तत्र अधिकं न अहं पिबामि परन्तु अट्लीस्ट् ट्वैस् आवश्यकमस्ति किल तदपि न प्राप्तम् दिने द्विवारं आम् द्विवारमपि न इदानीं दुग्धमेव नास्ति अत्र प्रायः प्रातःकाले दे वर् सेलिङ्ग् अट् ट्वैस् द रेट् ट्रैस् द रेट् इदानीं तदपि न प्राप्नुमः कीप् दट् लाङ्ग् शेल्फ् मिल्क् तदपि नास्ति महोदय किमपि नास्ति अत्र रेड् किमपि न प्राप्नुमः किमपि नास्ति तत्र सर्वे होर्डिङ्ग् कृत्वा कुत्रापि कुत्रचित् अन्यत्र अधिकमूल्ये ते विक्रियन्ते प्रायः तत्र तत्र सा आटो स्वीकृतवती 1000 रुपीस् इति 100 रुपीस् फोर् 1.5 किलोमीटर् बहु बहु अधिकम् एतत् गवर्मेण्ट् ते हाव् डन् सो मच् बेड् दिस् टैम् प्रायः तद् सा अपि विजया भगिनी अपि औटर् स्कर्ट्स् मध्ये अपि कुत्रचित् वसति तत्र प्रायः विद्युत् न आगतं प्रायः न जाने ओ स्नोयिङ्ग् तद् अन्य अन्या समस्या तत् अनन्तरं भवती विधिलिङ्ग् वदतु अनन्तरं वयं प्रायः चकारान्तः अग्रिमसप्ताहे कुर्मः भगिनि तोतुड् यात् तोतुड् यातां तोतुड् युः तोतुड् याः तोतुड् यातं तोतुड् यात तोतुड् याम तोतुड् याव तोतुड् याम चकारान्तः प्रायः वयं तत्र स्वीकृत्य कुर्मः अग्रिमसप्ताहे परन्तु अधिककार्यं किमपि नास्ति यदा प्रायः अग्रिमसप्ताहे वयं सर्वेषां धातूनामपि समापयितुं शक्नुमः तत्र पकारान्तः उकारान्तपर्यन्तं समानकार्यमेव भवति अस्तु अस्तु धन्यवादः धन्यवादः भगिनी नमस्कारः